नमस्कारः. अद्य अस्माकं कानिचन अव्ययपदानि सन्ति. वयं तानि प्रायः जानीमः, तथापि तेषाम् अभ्यासं कुर्मः. अत्र प्रथमपदमस्ति किन्तु वयं तु जानीमः एव खलु. किन्तु यथा अत्र लेखने अस्ति किन्तु न लिखति, लेखने अस्ति किन्तु न लिखति, अत्र धनस्यूतः अस्ति, धनस्यूतः अस्ति किन्तु अन्तः धनं नास्ति. किन्तु तर्हि उपनेत्रम् अन्तः अस्ति, उपनेत्रम् अन्तः अस्ति, उपनेत्रमस्ति किन्तु न धरामि, न धरामि. बुभुक्षितः अस्मि किन्तु भोजनं न रोचते. वाहनस्य कुञ्चिका अस्ति किन्तु न ददामि. तर्हि विद्युत् अस्ति, दूरदर्शनं कार्यं न करोति. वाक्यं रचयतु. दूरदर्शनमस्ति किन्तु कार्यं न करोति. विद्युत् अस्ति किन्तु दूरदर्शनं कार्यं न करोति. समीचीनमस्ति. पिपासा, सः जलं न पिबति. पिपासा अस्ति किन्तु जलं न पिबति. समीचीनमस्ति. धनिकस्य समीपे बहु धनमस्ति, दानं न करोति. धनिकस्य समीपे बहु धनमस्ति किन्तु दानं न करोति. अस्तु. सन्ध्या भगिनी, इदानीं तस्य बुभुक्षा अस्ति, भोजनं न करोति. मम बुभुक्षा अस्मि किन्तु भोजनं न करोमि, भोजनं नास्ति. अत्र समीचीनमस्ति. अत्र बुभुक्षा, भोजनं नास्ति. वाक्यं तु समीचीनमेव. मम बुभुक्षा अस्ति किन्तु भोजनं नास्ति. वाक्यं तु समीचीनमेव, त्यजामः. समीचीनमेव. अस्तु. तस्याः शिरोवेदना अस्ति, गुलिकां न स्वीकरोति. तस्याः शिरोवेदना अस्ति, गुलिकां न स्वीकरोति. तस्याः शिरोवेदना अस्ति किन्तु गुलिकां न स्वीकरोति. शिरः अस्ति, बुद्धिः नास्ति. शिरः अस्ति किन्तु बुद्धिः नास्ति. समीचीनम्. मम समीपे यानमस्ति, न चलति. मम समीपे यानमस्ति किन्तु न चलति. अस्तु. सन्ध्या भगिनी, पुत्री बुद्धिमती अस्ति, अध्ययनं न करोति. पुत्री बुद्धिमती अस्ति, अध्ययनं न करोति. बुद्धिमान् बालकः बुद्धिमान्, बालिका बुद्धिमती. सपुत्री बुद्धिमती अस्ति, अध्ययनं न करोति. पुत्री बुद्धिमती अस्ति परन्तु किन्तु अध्ययनं न करोति. समीचीनमस्ति. बहु सम्यक्. अत्र परन्तु किन्तु समानमेव, भेदः नास्ति. परन्तु अपि समीचीनमस्ति, किन्तु अपि समीचीनमस्ति. अस्तु तर्हि तर्हि इदानीं वाक्यं रचयन्तु सर्वे चिन्तयन्तु एकं वाक्यं समुद्रे समुद्रे समुद्रे जलम् अस्ति परन्तु तत् जलं न पिबति समीचीनमस्ति अन्यत् वाक्यं कार्यानम् अस्ति किन्तु इन्धनं नास्ति हा समीचीनम् अनन्तरं अहं पुस्तकानि पठितुम् इच्छामि किन्तु समयः नास्ति हा वाक्यम् अति उत्तमं समीचीनमस्ति अग्रे तत्र कृष्णफलकमस्ति कृष्णफलकमस्ति परन्तु परन्तु सुधाखण्डः नास्ति किन्तु सुधाखण्डः नास्ति सुधाखण्डः नास्ति समीचीनमस्ति कृष्णफलकमस्ति किन्तु सुधाखण्डः नास्ति अतः अतः लेखितुं न शक्नोति समीपे मम समीपे करवस्त्रमस्ति उपयोगं न करोमि मम समीपे शतं रूप्यकाणि सन्ति व्ययं न करोमि मम समीपे शतं रूप्यकाणि सन्ति व्ययं न करोमि वदतु महोदय तदेव मम समीपे शतं रूप्यकाणि सन्ति व्ययं न करोमि मम समीपे शतरूप्यकाणि सन्ति किन्तु व्ययं न करोमि हा समीचीनमस्ति इदानीं मम समीपे धनमस्ति मम समीपे धनमस्ति किन्तु किन्तु किन्तु स्वीकर्ता नास्ति ग्राहकः नास्ति ग्राहकः स्वीकर्ता इति अस्तु भगिनी सन्ध्या भगिनी रमेशः सम्यक् पठति तस्य अहङ्कारः अस्ति अहङ्कारः एवं कुर्मः रमेशः सम्यक् पठति तस्य अहङ्कारः नास्ति रमेशः सम्यक् पठति तस्य अहङ्कारः नास्ति रमेशः सम्यक् रमेश सम्यक् पठति किन्तु तस्य अहङ्कारः खलु नाम यदा कदा ये बहु बुद्धिमन्तः सन्ति ये बहु पठन्ति तेषां यदा कदा अहङ्कारः भवति अतः तत्र किन्तु वदामः सः मधुरं बहु इच्छति आरोग्यं सम्यक् नास्ति सः मधुरम् इच्छति किन्तु आरोग्यं सम्यक् नास्ति अस्तु तर्हि किन्तु इति अव्ययपदमस्ति अव्ययपदं नाम तस्य रूपपरिवर्तनं न भवति किन्तु एव तिष्ठति यथा बालकः बालकेन बालकात् बालकस्य एतत् सर्वम् अस्ति किन्तु एतादृशं नास्ति तस्य परिवर्तनं न भवति कदाचित् अस्तु इदानीं निश्चयेन अहं यदि लेखनीं पाठयामि तर्हि पतति वा लेखनी मम पार्श्वे लेखनी नास्ति अहं लेखनीं यदि पाठयामि तर्हि पतति वा निश्चयेन पतति सः निश्चयेन सत्कार्यं करोति सः बालकः भविष्ये निश्चयेन मन्त्री भविष्यति. अहं निश्चयेन संस्कृतं पठिष्यामि, निश्चयेन सेवां करोमि. निश्चयेन, तर्हि यत्र निश्चयेन, यत्र शङ्का नास्ति, तर्हि वाक्यं रचयन्तु. निश्चयेन कुत्र भवितुमर्हति इति वदन्तु. निश्चयेन संस्कृतकक्षां प्रतिदिनम् आगच्छामि. निश्चयेन संस्कृतज्ञानं प्राप्नोमि. समीचीनमस्ति, अत्युत्तममस्ति, वाक्यम् अत्युत्तममस्ति. अग्रे महोदय, भवतः इदानीमपि किन्तु इति अस्य. अहं निश्चयेन संस्कृतं वदामि. हा, किन्तु किन्तु अहं निश्चयेन निश्चयेन संस्कृतं वदामि, किन्तु न शृणोमि. किन्तु किन्तु नाम भवतः ऋणमस्ति इदानीमपि, ऋणमस्ति किन्तु इति अस्य. समयः आवश्यकः, किन्तु समयः आवश्यकता अस्ति. कस्य नाम किन्तु इति अस्य वाक्यस्य कृते समयः आवश्यकः इतोपि. अस्तु, नाम अग्रिमे सप्ताहे वदिष्यति वा? कदा? निश्चयेन निश्चयेन वदिष्यामि. अस्तु, निश्चयेन सर्वे वदन्तु. इदानीं मार्गे एक्सिडेण्ट् इत्युक्ते दुर्घटना. इदानीं मार्गे दुर्घटना भवति, परन्तु अभवत् परन्तु निश्चयेन समये कक्षायाम् आगन्तुम् इच्छामि. कक्ष्याम् आगन्तुं समये आगन्तुम् इच्छामि. इच्छामि स्म, इच्छामि स्म भूतकाले अस्ति खलु. अस्तु, दुर्घटना जाता वा? अस्तु, निश्चयेन वाक्यं चिन्तयति. सम्यक्तया सिद्धतां करोतु. सन्ध्या भगिनी, यत्र शङ्का अस्ति, शङ्का नास्ति, शङ्का अवगच्छति वा? शङ्का, सन्देहः, न शङ्का नाम इत्युक्ते यत् शङ्का इत्युक्ते यत्र मनसि वयं न जानीमः. उदाहरणार्थम् अहं पृच्छामि, रामः कक्ष्याम् आगतवान् वा? भवती वदति यत् न अहं न जानामि सः आगतवान् न वा इति, न जानामि. शङ्का अस्ति मनसि, शङ्का, सन्देहः, यत्र वयं न जानीमः, डौट्, शङ्का अस्ति. किन्तु यत्र शङ्का नास्ति, यत्र निश्चितमस्ति, अहं करोमि एव, सः रामः आगतवान् एव, सः रामः कक्षाम् आगतवान् एव इति अहं जानामि, निश्चयेन आगतवान्, निश्चयेन, कापि शङ्का नास्ति, शङ्का यत्र नास्ति, निश्चयेन. वदतु. पवर् अस्ति, विद्युत्, यदि विद्युत् अस्ति तर्हि निश्चयेन दीपः ज्वलति. समीचीनम्. अनन्तरं यदि भवान् न पठिष्यति तर्हि निश्चयेन अनुत्तीर्णं भवति. निश्चयेन अनुत्तीर्णः भवति, यदि न पठिष्यति तर्हि निश्चयेन अनुत्तीर्णः भवति, भविष्यति. समीचीनम्. अनन्तरम् अहं योगाभ्यासं निश्चयेन आरोग्यं यदि अहं यदि योगाभ्यासं करोमि तर्हि निश्चयेन स्वास्थ्यं सम्यक् लभ्यते स्वास्थ्यं सम्यक् भविष्यति अहं निश्चयेन संस्कृताभ्यासं करोमि हा समीचीनं सर्वे उक्तवन्तः सूर्य निश्चयेन प्रतिदिनं सूर्यः निश्चयेन प्रतिदिनं प्राग् दिशाम् आगच्छति दिशि दिशि आगच्छति दिशि कस्यां दिशि अहम् अद्यतनां कक्षां निश्चयेन जानामि अवगच्छामि समीचीनमस्ति समीचीनम् प्रतिदिनं प्रत्येकं जीवः निश्चयेन ज्वलं पिबति समीचीनम् अस्तु तर्हि इदानीं किन्तु अपि च निश्चयेन इति वयं दृष्टवन्तः इदानीं किल खलु इति अहं पाठितवान् अहं प्रायः प्रतिदिनम् अहं वदामि एव भवन्तः श्रुतवन्तः एतत् पुस्तके अस्ति तस्मात् प्राक् अहं प्रायशः नाम उदाहरणार्थम् अग्रिमे सप्ताहे रामः कक्ष्याम् आगच्छति वा तर्हि कोऽपि वक्तुं शक्नोति यदि शङ्का अस्ति न जानाति तर्हि वक्तुं शक्नोति न जानामि प्रायशः आगच्छति तर्हि यत्र किञ्चित् शङ्का अस्ति किन्तु वयं चिन्तयामः यत् भवितुं शक्नोति उदाहरणार्थम् अद्य प्रायशः विलम्बेन कक्ष्याम् आगच्छामि यत्र वयं न जानीमः उदाहरणार्थं प्रायशः विलम्बेन निद्रां कृतवान् प्रायशः भोजनं करोति स्म गते नाम ह्यः पञ्चवादने भवतः पुत्रः किं करोति स्म न स्मरामि प्रायः भोजनं करोति स्म प्रायशः तर्हि प्रायशः मार्गे यानसम्मर्दः जातः प्रायः सः अस्वस्थः आसीत् किमर्थं कक्षां विलम्बेन आगतवान् न जानामि प्रायः ग्रन्थालये पठति स्म अतः विलम्बेन आगतवान् प्रायशः इति तर्हि किं भवितुमर्हति प्रायशः इति वदन्तु कक्षां विलम्बेन आगतवान् प्रायशः ट्राफिक् अस्ति सम्मर्दः अस्ति सम्मर्दः अस्ति सम्मर्दः आसीत् पुनः गतसप्ताहे मम पुत्री गृहं न आगच्छति प्रायशः गतसप्ताहे मम पुत्री गृहं न आगच्छति न आगतवती नागतवती प्रायशः विश्वविद्यालये परीक्षा अस्ति आसीत् अनन्तरं महोदय चिन्तयति अस्तु पुनः श्वस्तन अहं प्रायशः श्वस्तन श्वः श्वः श्वः अहं प्रायशः देवालयं गच्छामि श्वः अहं प्रायशः देवालयं गच्छामि अथवा श्वस्तनदिने अग्रिमे दिने अथवा श्वः अनन्तरं गच्छामि अथवा गमिष्यामि गच्छामि अपि भवितुमर्हति प्रायशः कक्षाम् आसन्दे न अस्ति न सन्ति प्रायशः कक्षायाम् आसन्दे आसन्दे न सन्ति आसन्दाः आसन्दाः कक्षायाम् आसन्दाः न सन्ति प्रायशः प्रायशः विद्यार्थी भूमौ उपविशति सत्यं समीचीनमस्ति अनन्तरं मीन्स् श्वः प्रायशः वर्षा भवति वर्षा भविष्यति भविष्यति सन्ध्या भगिनी अहं नूतनवस्त्राणि इच्छामि प्रायशः आपणं गमिष्यामि पुनः वदतु अहं वस्त्राणि इच्छामि नूतन नूतन नूतनवस्त्राणि नूतन अहं नूतनवस्त्राणि इच्छामि प्रायशः सायङ्काले आपणं गमिष्यामि समीचीनमस्ति मम मित्रं स्वगृहम् आगच्छामि मम मित्रं स्वगृहम् आगच्छामि आगच्छति मम मित्रं स्वगृहम् आगच्छति प्रायशः प्रायशः कार्यार्थं मम मित्रं प्रायशः कार्यार्थं मम गृहम् आगच्छति आगच्छति आगच्छति अनन्तरं किल अद्य शनिवासरः अस्ति किल अद्य शनिवासरः अस्ति वा अस्ति किल नास्ति अस्ति अद्य शनिवासरः अद्य शनिवासरः किल अनन्तरं अद्य वातावरणं सुन्दरं किल न वातावरणं सम्यक् अस्ति सुन्दरमिति वातावरणं सुन्दरम् अस्ति किल नास्ति वा अस्ति किल सुन्दरं सम्यक् संस्कृतभाषा सरला किल सरला किल सुन्दरी किल सुन्दरी नास्ति सुन्दरी अस्ति सुन्दरी अस्ति अस्ति अनन्तरं योगाभ्यासः लाभाय भवति खलु लाभाय भवति लाभाय तर्हि किल अपि च खलु समानं किल खलु किल खलु तर्हि वदन्तु वाक्यानि भेदः नास्ति समानमिति वदामि भेदः नास्ति तत्र समानं न कोऽपि भेदः वदन्तु कः अपि कः अपि कोऽपि अग्रे गत्वा वयं ज्ञास्यामः तर्हि वदन्तु किल खलु पुनः वदतु स्वरूपमहोदय संस्कृतं सम्यक् पाठयामि खलु पाठयामि अहं पाठयति खलु ऐ एम् आस्किङ्ग् हिम् राजशेखर पाठवान् राजशेखर राजशेखर स्वरूप महोदय संस्कृत स्वरूप महोदय अत्र सम्बोधनम् अस्ति अत्र सम्बोधनं नास्ति राजशेखर महोदय राजशेखर स्वरूप महोदय संस्कृतं सम्यक् पाठयामि पाठयति पाठयति खलु खलु खलु सम्यक् पाठयति खलु सम्यक् पाठयति खलु उत्तरं किम् आम् आम् इति उत्तरं भवति खलु यत्र अस्ति तत्र आम् इति वदामः अस्तु अग्रे विश्वनाथ महोदय कक्षाम् आगमनसमये द्वारं ओपेन् उद्घाटितं खलु कक्षायाः आगमनसमये द्वारम् उद्घाटितम् आसीत् खलु आसीत् इति यस्य आवश्यकता नास्ति उद्घाटितं खलु आम् अथवा न उद्घाटितं नासीत् अग्रे वदतु पुनः वाग्भूषणं भूषणं खलु समीचीनम् अग्रे सन्ध्या भगिनी सुन्दरं विद्यालयं किल पुनः वदतु मेरिलेण्ड् विद्यालयं विद्यालयः विद्यालयः किल मेरिलेण्ड् विद्यालयः पुनः वदतु मेरिलेण्ड् विश्वविद्यालयः सुन्दरः किल इति अस्ति वा मेरिलेण्ड् प्रदेशस्य विद्यालयः सुन्दरः किल आम् सुन्दरः वयम् आपणं गच्छामः किल आपणं गच्छामः किल आम् गच्छामः किल खलु तत्र समानता अस्ति साम्यमस्ति अत्र सम्भाषणमस्ति वैद्यः रोगी तर्हि अभिनवमहोदय अपि च सुब्रह्मण्यमहोदय तत्र पठन्तु वैद्यः रोगी भवान् वैद्यः भवान् रोगी अस्तु किम् अभवत् ज्वरः श्रीमन् कदा आरभ्य ह्यः आरभ्य शिरोवेदना अपि अस्ति आहारः रोचते वा आम् रोचते जिह्वां प्रदर्शयतु भवतु एतत् औषधम् एताः गुलिकाः च स्वीकरोतु सूच्यौषधं न आवश्यकं वा न एतदेव पर्याप्तम् अद्य मया स्नानं कर्तुं शक्यते शक्यते किल तदपेक्षितमस्ति पुनः अद्य मया स्नानं कर्तुं शक्यते किल शक्यते किन्तु उष्णजलेन करोतु शीतजलेन मास्तु यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात् श्रीमन् अहं श्वः स्वस्थ्य भविष्यामि वा स्वस्थः भविष्यामि वा एतत् औषधं स्वीकरोतु निश्चयेन स्वस्थः भविष्यति भवान् धन्यवादः अस्तु समीचीनम् अत्र सर्वं स्पष्टमस्ति वा स्पष्टं नास्ति अस्ति स्पष्टमस्ति किल सर्वे अवगच्छन्ति पश्यामः किम् अभवत् ज्वरः श्रीमान् कदा आरभ्य ह्यः आरभ्य शिरोवेदना अपि अस्ति आहारः रोचते वा आम् रोचते जिह्वां प्रदर्शयतु भवतु एतत् औषधम् एताः गुलिकाः च स्वीकरोतु गुलिकाः नाम औषधम् अत्र औषधं क्षम्यताम् औषधम् इति गुलिका पिल् इति पिल् गुलिका गुलिकाः अनन्तरं सूची औषधं नावश्यकं वा सूची औषधं नाम सूची इति अस्ति खलु एवं पश्यतु सूची सूची इति अस्ति सूची सूची औषधम् एतादृशम् औषधम् अस्ति सूची औषधम् अत्र सूची औषधं न आवश्यकं वा न एतदेव पर्याप्तम् अद्य मया स्नानं कर्तुं शक्यते किल अत्र कर्मणि प्रयोगः अस्ति मया इति अहम् इत्यस्य तृतीया तस्मिन् दिने अहम् उक्तवान् एकं द्वे एकं कर्तरिप्रयोगः त्रीणि एकमेकं कर्मणि हा भवान् तु भारतदेशे आसीत् त्रीणि एकमेकं कर्मणि प्रयोगः अद्य मया स्नानं कर्तुं शक्यते किल बै मी केन स्नानं बि डन् नाट् केन् ऐ डू इट् बट् बै मी केन् बि डन् मया स्नानं कर्तुं शक्यते किल अत्र शक्यते किन्तु उष्णजलेन करोतु शीतजलेन मास्तु यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात् स्यात् इत्युक्ते शङ्का नाम सन्देहः अस्ति चिन्तनमस्ति यत् प्रायशः निश्चयेन प्रायशः स्यात् नाम निश्चयेन आगतः तेन कारणेन इति न प्रायशः कारणं प्रायशः तदेव स्यात् भवतः पुत्रः कुत्र अस्ति इदानीम् ओ अहं जानामि अहं न जानामि कुत्र अस्ति प्रायः श्वः गत्वा क्रीडति श्वः इदानीं प्रायः बहिः क्रीडति प्रायशः तो इदानीं बहिः स्यात् इदानीं स्यात् स्यात् इति इदानीं बहिः अस्ति यदि अहं जानामि इदानीं बहिः अस्ति किन्तु यदि प्रायशः वदामि तर्हि प्रायशः बहिः स्यात् श्रीमन् अहं श्वः स्वस्थः भविष्यामि वा एतत् औषधं स्वीकरोतु निश्चयेन स्वस्थः भविष्यति भवान् धन्यवादः तर्हि प्रायः एतत् सर्वं स्पष्टं स्यात् प्रायशः स्पष्टं स्यात् निश्चयेन इदानीं यदि तर्हि इत्यस्मिन् अर्थे वयं चेत् इत्यस्य प्रयोगं कुर्मः यदि तर्हि अथवा चेत् यदि चेत् उभय एकस्मिन् समये न भवति बहवः जनाः वदन्ति यदि सः गच्छति चेत् तद्दोषाय अस्ति तथा न वदामः यदि सः गच्छति तर्हि अहमपि गच्छामि अथवा सः गच्छति चेत् अहमपि गच्छामि सः कार्यं करोति चेत् धनं प्राप्स्यति मम समीपे धनम् अस्ति चेत् आपणं गच्छामि नो चेत् न गच्छामि विद्युत् अस्ति चेत् दीपः ज्वलति नो चेत् न ज्वलति चेत् नो चेत् अहम् उपनेत्रं धरामि चेत् पठितुं शक्नोमि नो चेत् न शक्नोमि तर्हि अभ्यासं कुर्मः धनमस्ति ददातु कः वदति धनमस्ति ददातु वाक्यं वदतु वाक्यमस्ति वाक्यं वदतु धनम् अस्ति चेत् धनमस्ति चेत् दानं करोतु पुस्तकमस्ति पठतु अस्तु सर्वे वदन्तु जलमस्ति पिबतु सर्वे वदन्तु जलम् फलमस्ति खादतु भवान् श्रान्तः अस्ति निद्रां करोतु सा आगच्छति एतत् ददातु कन्याकुमारीं गच्छति सूर्यास्तं पश्यतु पश्यतु शिशुः रोदनं करोति अम्ब आगच्छति भवान् इच्छति नाटकं पश्यतु वस्त्रमस्ति सीवनं कारयतु समीचीनमस्ति इदानीम् इच्छा अस्ति चेत् भोजनं करोतु नो चेत् मास्तु इच्छा अस्ति चेत् भोजनं करोतु नो चेत् मास्तु धनमस्ति ददातु नो चेत् वस्त्रम् धनमस्ति चेत् ददातु नो चेत् वस्त्रम् किं करोति धनमस्ति चेत् समीचीनं समयः अस्ति चेत् आगच्छतु तत्रैव भवतु समयः अस्ति चेत् आगच्छतु तत्रैव भवतु समयः अस्ति चेत् आगच्छतु नो चेत् तत्रैव भवतु न्यूनमूल्यमस्ति चेत् क्रीणातु त्यजतु न्यूनं मूल्यमस्ति चेत् क्रीणातु नो चेत् त्यजतु अस्तु अस्तु सन्ध्या भगिनी आवश्यकम् अस्ति स्वीकरोतु तत्रैव स्थापयतु आवश्यकम् अस्ति स्वीकरोतु तत्रैव स्थापयतु स्वीकरोतु नो चेत् पुनः वदतु आवश्यकमस्ति स्वीकरोतु तत्रैव स्थापयतु आवश्यकम् अस्ति चेत् स्वीकरोतु नो चेत् तत्र स्थापयतु समीचीनमस्ति अस्तु इच्छा कार्यं करोतु गच्छतु इच्छा अस्ति चेत् कार्यं करोतु नो चेत् गच्छतु अस्तु विश्वनाथ महोदय विद्युत् अस्ति कार्यं कर्तुं शक्यते न शक्यते विद्युत् अस्ति चेत् कार्यं करोतु कर्तुं शक्यते नो चेत् न शक्यते न शक्यते अस्तु अनन्तरं राजशेखरमहोदय वाहनमस्ति तेन गच्छतु पदाभ्याम गच्छतु वाहनम अस्ति चेत् तेन गच्छतु नो चेत् पदाभ्याम गच्छतु त्वरा अस्ति त्वरा अस्ति दूरभाषां करोति जम तत्र गच्छति धनं लभ्यते नास्ति तत्र गच्छति चेत् धनं लभ्यते नो चेत् नास्ति सत्कार्यं करोतु सत्कार्यं करोति पुण्यं प्राप्नोति नास्ति सत्कार्यं करोति चेत् पुण्यं प्राप्नोति नो चेत् न प्राप्नोति समीचीनम् अस्तु अग्रे अधिकारी अस्ति कार्यं कुर्वन्ति जल्पन्ति अस्तु वायुः वायुः अस्ति चेत् जनाः जीवन्ति न जीवन्ति वायुः अस्ति चेत् जनाः जीवन्ति न जीवन्ति वायुः अस्ति चेत् जनाः जीवन्ति नो चेत् समीचीनमस्ति अस्तु अधिकारी अस्ति कार्यं कुर्वन्ति जल्पन्ति अधिकारी अस्ति चेत् कार्यं कुर्वन्ति नो चेत् जल्पन्ति जल्पनं कुर्वन्ति जल्पन्ति जल्पनं जल्पनं नाम जल्पनं जल्पनम् इति गासप् मनः अस्ति सः कार्यं करोति निद्रां करोति मनः अस्ति चेत् सः कार्यं करोति नो चेत् निद्रां करोति व्यासं कुर्मः इदानीं वदन्तु चेत् नो चेत् रात्रिसमये चन्द्रमा अस्ति चेत् चन्द्रमा अस्ति चेत् पदाभ्यां गच्छतु नो चेत् वाट् यू काल् लैट् करदीपसहायेन गच्छतु किन्तु चन्द्रमा नास्ति चन्द्रमा अस्ति चेत् पदाभ्यां गच्छतु नास्ति चेदपि पदाभ्यां गच्छतु नास्ति चेत् करदीपः सहायेन किन्तु पदाभ्यां उभयत्र पदाभ्याम् अस्तु समीचीनम् अनन्तरं पुस्तकमस्ति चेत् पठनं शक्यते पठनं शक्यते नो चेत् नास्ति अनन्तरं किमस्ति चेत् आगम्यमस्ति चेत् कार्यं करोतु नो अस्ति चेत् नो चेत् न करोतु समीचीनम् अनन्तरं पठति चेत् उत्तीर्णं भवतु उत्तीर्णः भवतु नो चेत् न भवतु तस्य मनसि किमस्ति इति वयं जानीमः अस्तु सन्ध्या भगिनी वदतु चेत् नो चेत् संस्कृतकक्षा अस्ति चेत् अहं विश्वविद्यालयम् आगच्छामि नो चेत् मम गृहे अस्मि मम गृहे तिष्ठामि यदि इति न यदि इति स्थाने चेत् नो चेत् समयः अस्ति चेत् वाक्यं वदामि नो चेत् वाक्यं अस्तु अस्तु समीचीनम् अस्तु कथा इति राजशेखरः कस्मिंश्चित् ग्रामे मित्रशर्मा नाम ब्राह्मणः आसीत् सः अतीव निर्धनः कदाचित् सः ग्रामान्तरं गतवान्। तत्रत्यः भूस्वामी अतीव दयालुः आसीत्। सः ब्राह्मणाय दानरूपेण एकम् उत्तमम् अजं दत्तवान्। ब्राह्मणः तम् अजं स्वग्रामम् आनेतुम् उद्युक्तः। परन्तु अजः मार्गे इतस्ततः धावितुम् आरब्धवान्। अतः ब्राह्मणः तम् अजं स्कन्दे निदाय ग्रामाभिमुखं प्रस्थितः। अस्तु, पुनः पश्यामः अत्र कस्मिंश्चित् ग्रामे मित्रशर्मा नाम ब्राह्मणः आसीत्। सः अतीव निर्धनः, तावता स्पष्टमस्ति खलु, निर्धनः यस्य पार्श्वे धनं नास्ति, निर्धनः। कदाचित् सः ग्रामान्तरं गतवान्, अन्यं ग्रामं ग्रामान्तरं गतवान्। तत्रत्यः भूस्वामी अतीव दयालुः आसीत्। तत्रत्यः इति जानीमः वा? तत्रत्यः नाम यः तत्र आसीत्, यः सः यः तत्र आसीत् सः। तत्र इति तत्रत्यः, तत्र यः तत्र आसीत् सः नाम अहं भारतदेशं गतवान्, तत्रत्याः जनाः बहु समीचीनं सन्ति। तत्रत्याः जनाः ये तत्र सन्ति, तत्र बहुवचनं, अत्र ह्यः अहं चिकित्सालयं गतवान्, तत्रत्यः चिकित्सकः बहु सम्यक् आसीत्। तत्रत्यः चिकित्सकः यः तत्र आसीत्। तत्रत्यः भूस्वामी अतीव दयालुः आसीत्। सर्वं स्पष्टमस्ति भगिनि? सन्ध्या भगिनि, दयालुः नाम दया जानाति वा? दया शब्दः, दया न श्रुतवती? दया इत्युक्ते कम्पाशन्, दया इत्युक्ते कम्पाशन्, मर्सि, दया। दयालुः यस्य मनसि दया अस्ति अन्यजनान् प्रति, दयालुः अस्ति यः साहाय्यं कर्तुमिच्छति, दयालुः अस्ति। तर्हि अतीव दयालुः आसीत्। सः ब्राह्मणाय दानरूपेण एकम् उत्तमम् अजं दत्तवान्। अत्र ब्राह्मणाय इति चतुर्थी विभक्तिः अस्ति, यथा ब्राह्मणस्य कृते ब्राह्मणाय समानमेव, दानरूपेण एकम् उत्तमम् अजं दत्तवान्। ब्राह्मणः तम् अजं स्वग्रामम् आनेतुम् उद्युक्तः नाम सज्जः अथवा सिद्धः, उद्युक्तः। सिन्ध्या भगिनी अवगच्छति वा? कः अजः अजः ब्राह्मणस्य दत्तवान् अग्रे पुरुषः एकः भूस्वामी स्वामी इति जानाति खलु स्वामी भू इत्युक्ते भूमिः भू इत्युक्ते भूमिः तो यः स्वामी अस्ति भूमिस्वामिः भूमेः स्वामी हा हा हा सत्यं भूस्वामी दयालुः अस्ति भूस्वामी दयालुः अस्ति ब्राह्मणः निर्धनः अस्ति तस्य पार्श्वे धनं नास्ति अतः भूस्वामी किं करोति अजं दत्तवान् अजं ब्राह्मणः तम् अजं स्वग्रामम् आनेतुम् उद्युक्तः परन्तु अजः मार्गे इतस्ततः धावितुम् आरब्धवान् अतः ब्राह्मणः तम् अजं स्कन्धे स्कन्धः अत्र अयं स्कन्धः सन्ध्या भगिनी अयं स्कन्धः अत्र स्कन्धः स्कन्धः निधाय ग्रामाभिमुखं प्रस्थितः स्कन्धे निधाय नाम स्थापितवान् तत्र निधाय ग्रामाभिमुखं प्रस्थितः अस्तु अभिनवमहोदय अग्रे तेन एव मार्गेण त्रयः धूर्ताः आगच्छन्ति स्म ते ब्राह्मणम् अजं च दृष्ट्वा परस्परं चिन्तितवन्तः कथञ्चित् एतं ब्राह्मणं वञ्चयित्वा अजम् अपहराम इति अनन्तरं तेषु एकः वेषपरिवर्तनं कृत्वा ब्राह्मणस्य पुरतः आगत्य उक्तवान् भो ब्राह्मणोत्तम किम् एतत् अकार्यं करोति भवान् शुनकं वहति किल किला एतादृशं लोकविरुद्धं कार्यं न करणीयम् जनाः यदि पश्यन्ति तर्हि हसन्ति इति तर्हि अत्र किम् अभवत् तेन मार्गेण त्रयः धूर्ताः आगच्छन्ति स्म ते ब्राह्मणम् अजं च दृष्ट्वा परस्परं चिन्तितवन्तः कथञ्चित् एतं ब्राह्मणं वञ्चयित्वा अजम् अपहराम इति अवगच्छन्ति वा अस्तु अपहराम अनन्तरं तेषु एकः वेषपरिवर्तनं कृत्वा ब्राह्मणस्य पुरतः आगत्य उक्तवान् भोः ब्राह्मणोत्तम किम् एतत् अकार्यं करोति भवान् शुनकं वहति किल एतादृशं लोकविरुद्धं कार्यं न करणीयं जनाः यदि पश्यन्ति तर्हि हसन्ति इति अत्र प्रश्नः अस्ति वा किम् अभवत् अत्र वञ्चकबकः इति अन्यकथा आसीत् वञ्चकः बकः तत्र वञ्चयित्वा इति वञ्चयति इति क्रियापदम् तत्पुरुषः इति वदत् कः पुरुषः वञ्चयित पुरुषः वञ्चयित् पुरुषः धूर्तः धूर्तपुरुषः यः वञ्चयितुम् इच्छति वञ्चयितुम् इच्छति अर्थात् धूर्तपुरुषः सो तत् इति भवति भवति किं भवति कि भवति यत् यत् शुनकं स्कन्दः स्कन्दे स्कन्दे स्कन्दे उप निधाय स्कन्दे वहति स्कन्दे वहति स्कन्दे वहति स्कन्दे वहति स्कन्दे वहति किल लोक लोक एतत् एतत् कार्यं लोकविरुद्धं लोकविरुद्धं सो सर्वे जनाः हसन्ति ब्राह्मणः शुनकं वहति वा ब्राह्मणः शुनकं वहति वा न वहति न वहति किं वहति अजः कम् अजः वदति स्कन्दे अजम् अजम् अजम् अजं वहति अजं वहति स्कन्दे अस्तु लेकिन् परन्तु धूर्तपुरुषः धूर्तपुरुषः वञ्चयितुं शुनकम् इन्स्टेड् शुनकम् इन्स्टेड् आफ् अजं शुनकं सो देट् यू विल् गेट् येन येन ब्राह्मणः भ्रमितः स्यात् स्यात् स्यात् अस्तु अग्रे स्यात् स्यात् अग्रे लक्ष्मीभगिनी ब्राह्मणः कोपेन उक्तवान् किं भवान् अन्धः अजं शुनकः इति वदति किल इति कोपं न करोतु श्रीमन् भवान् यथा इच्छति तथैव करोतु भवतः स्कन्धे स्थितः तु शुनकः शुनकः एव न तु अजः इति उक्त्वा सः धूर्तः गतवान् अस्तु तत्र किम् अभवत् तत्र किम् अभवत् भगिनि ब्राह्मणः कोपेन उक्तवान् एतत् एषः अजः शुनकः नास्ति भवान् अन्धः वा एतत् पृच्छेत् अनन्तरं तत् धूर्तः सः धूर्तः वदति कोपं न करोतु यथा इच्छति तथा करोतु परन्तु भवतः स्कन्धे स्थितः शुनकः इति उक्तवान् कश्चित् किञ्चित् कालानन्तरं द्वितीयः धूर्तः आगतवान् सः ब्राह्मणः ब्राह्मणं दृष्ट्वा आश्चर्यम् अभिनयन् पृष्टवान् किं भोः ब्राह्मणे ब्राह्मणोत्तम मृतं वत्सं स्कन्धे वहिति वहति किल एतत् शास्त्रविरुद्धं न वा किमर्थं भवान् एवं करोति इति तर्हि अर्थः कः? द्वितीय दुष्टः द्वितीय धूर्तः आगतवन्तः आगतवान् द्वितीय दृष्टः पृच्छति ए भो मृत मृत वत्सः स्कन्धेन भवति स्कन्धेन वहति कारणम् एव स्कन्धेन भवति कारणविरुद्धं शास्त्रविरुद्धं इति वदति. अस्तु, तर्हि सन्ध्याभगिनी अग्रे पठतु इदानीम्. रावणस्य मनसि संशयः उत्पन्नः उत्पन्नः तथापि सः उक्तवान् किं भोः भवान् अपि अन्धः वा अजं मृतवत्सः इति वदति किल इति. अग्रे धूर्तः क्षम्यताम् अहं वस्तुस्थितिम् उक्तवान् भवान् यथा इच्छति तथा करोतु इति उक्तवान् ततः गतवान् तर्हि किम् अभवत् अत्र अवगच्छति वा? अन्या धूर्ता ब्राह्मणम् उक्तवान् किमर्थं मृतवत्सः वहति इति. मृतवत्सं वहति इति ब्राह्मणः संशयः जातः. उक्तवान् भवान् अन्धः वा धूर्तः वदति एतत् मृत्वत्सः अपि एव दृष्टयति दृश्यते इति. पुनः तृतीयः धूर्तः आगतवान् सः पृष्टवान् भो ब्राह्मण किम् एतत् अकार्यं करोति भवान् गर्दभं स्कन्धे वहति किल भवतः बुद्धि नास्ति वा इति. तृतीय किं वदति? तृतीय धूर्तः वदति उक्तवान् एतः मृत मृत एतत् गार्धवं गार्धवं एतत् गार्भवं गार्धवं गार्धवं गार्धवं स्कन्धे स्कन्धे वहति स्कन्धे भवति भवति किल भवता बुद्धिः नास्ति वा पृच्छतु बुद्धिः नास्ति वा पृच्छतु नाम जनत्रयं किं करोति त्रयः जनाः किं कुर्वन्ति अत्र वञ्चितुमिच्छन्ति अतः नाटकं कुर्वन्ति खलु नाटकम् एकवारं शुनकं वदति एकवारं मृतवत्सं वदति तृतीयवारं गार्धवः वदति अतः इदानीं स्वयं ब्राह्मणः भ्रमितः शङ्का तस्य मनसि शङ्का उत्पन्ना अस्तु अन्तिमभागम् तदा ब्राह्मणः चिन्तितवान् मम स्कन्धे अन्यः प्राणी एव अस्ति इति भाति एकः शुनकः इति वदति अन्यः मृतवत्सः इति वदति एषः गार्धवः इति वदति अथवा एषः प्राणी मायावी स्यात् अतः एकैकेन एकैकरूपेण दृश्यते अतः एषः मया न नेतव्यः इति एवं चिन्तयित्वा सः अजम् परित्यज्य धावितवान् ते त्रयः अपि धूर्ताः अजं गृहीत्वा मारयित्वा यथेष्टं खादितवन्तः ब्राह्मण चिन्तितवान् मम गृहीते गृहीत मृग गार्धवं वा शुनकं वा मृतवत्सं मायारूपे दृष्ट्या दृष्ट्वा त्यजति ग्रामं धावति दूरतः तत् मृगं स्वीकृत्य मारयति खादति मारयित्वा खादति अस्तु समीचीनम् इति कथा अस्ति अस्तु भगिनी अवगच्छति वा प्रश्नः अस्ति वा केन सह मात्रा सह अस्तु अस्तु मात्रा सह पठतु भवती तत्र यदि शब्दाः न सन्ति नाम शब्दान् न जानाति चेत् तत्र शब्दकोशे द्रष्टुं शक्नोति शब्दकोशे तत्र आन्लैन् अस्ति खलु शब्दकोशः आन्लैन् शब्दकोशः अस्ति तत्र उट्टङ्कनस्य पद्धतिः भवति तां पद्धतिं ज्ञात्वा वयं सर्वान् शब्दान् ज्ञातुं शक्नुमः तत्र तेन शब्दकोशेन यत् आन्लैन् अस्ति तत् अत्युत्तममस्ति अतः एकवारं पश्यतु प्रश्नाः सन्ति चेत् पृच्छन्तु किन्तु कुत्र बहु किमपि यदि दीर्घस्वरः अपेक्षते तर्हि द्विवारम् अथवा बृहत् अक्षरं नाम आकारः अपेक्षते चेत् द्विवारम् अकारः अथवा बृहत् आकार केपिटल् लेटर् इति करोतु अनन्तरं नाम दन्त्य तथा तथा न इति लघुवर्णः अस्ति तथा तथा न अनन्तरं मूर्धन्य अस्ति बृहत् टठा टठाण इति बृहत् केपिटल् टि फर् ट एतत् सर्वं करोति चेत् न कापि समस्या भवति इति मन्ये लेखनी.com इति पश्यतु कीबोर्ड् अस्ति तेलुगु कन्नड संस्कृतं लेखनी.com पश्यतु लेखनी.com तत्र मानचित्रमस्ति मेप् मानचित्रमस्ति कीबोर्ड् तत्र वट् कीस् यु हाव् टु यूस् टु गेट् द शब्दकोश् टु वर्क् डिक्शनरी अस्तु अस्तु तर्हि नमस्कारः भगिनी नमस्कारः धन्यवादः